अस्माकं व्याकरणवर्गे सर्वेभ्यः नमस्कारः. इदानीं ल्यप् इति पाठः प्रचलन् अस्ति. वयं पूर्वं किम् अधीतवन्तः, ल्यप् प्रत्यय यत्र उपसर्गपूर्वधातु अस्ति, कित्वा तस्य स्थाने ल्यप् प्रत्यय स्थानी भवति, आदेश भवति. क्षम्यताम्, तो सूत्रं विधायकसूत्रमस्ति, समासे नञ् पूर्वे क्तो लप् ल्यप् इति सूत्रं वदति. यदि समासस्य अपूर्व इत्युक्ते नञ् भिन्न, वयं जानीमः इति अपूर्व इति भवति नञ् तत्पुरुषसमासः, न नञ् भिन्न भवेत्, अभिन्न अस्ति. तत्र पूर्वपदम् अव्ययम् अस्ति, किन्तु नञ् न भवेत्, तस्य अर्थं नकार इति न भवेत्, सदृशं भवेत् किन्तु अव्ययम् अस्ति इति वयं साधितवन्तः. इति पर्युदास प्रतिषेधः अस्ति. समासे अन्यै पूर्वे क्त्वा ल्यप् भवति. तदानीं तदनन्तरं वयं दृष्टवन्तः केचन सूत्राणि आगच्छति यत्र ल्यप् अस्ति किन्तु तत्र ल्यप् कारणे इति स्थानिवत् आदेशो अनल्विधो अनेन गुणस्वभावधर्मस्वभावः कृत्वा तस्य ल्यप् प्रति आगच्छति, कारणकि ल्यपादिष्ट अस्ति. तो अत्र त्रीणि कार्याणि वयं दृष्टवन्तः, गुणनिषेध अनुदितां धातूनाम् उपधायां नकारलोप, तृतीयकारम् इति सम्प्रसारणी धातूनां सम्प्रसारणं भवति. तो इदानीं तदनन्तरं वयं दृष्टवन्तः ल्यप् इति आर्धधातुकप्रत्ययः अस्ति, कृदन्तप्रत्ययः अस्ति, अपि हलादौ अस्ति. तो इति यत् प्रत्यय कार्यं भवति तत्र यथा सार्वधातुकप्रक्रियायां वयं विकरणप्रत्ययस्य चिन्तनं कुर्मः, तत्र आर्धधातुकप्रत्यय प्रक्रिया भूत्वा तत् कोऽपि चिन्तनं नास्ति. अत्र साक्षात् प्रत्ययः धातोः अनन्तरम् आगच्छति. तो यदि पूर्वं उपसर्ग अस्ति तत्र कित्वा न भूत्वा ल्यप् इति आदेश भवति. वयं रूपाणि दृष्टवन्तः. तत् पुनः आर्धधातुकप्रक्रियायां यथा सर्वे अस्माकं करपत्राणि सन्ति, तत्र हलन्तधातव, अजन्तधातव, पुनः अजन्तधातव इति वयं दृष्टवन्तः. अकारान्त, आकारान्त, ईकारान्त, ईकारान्त, उकारान्त, ऊकारान्त, ऋकारान्त, दीर्घऋकारान्त, तदनन्तरं ये हलन्तधातव अस्ति ते अदुपद, इदुपद, उदुपधा वा कृदुपधा वा के दातवः सन्ति, येषां कोऽपि कार्यं न भवति. यथा दीर्घ उदुपधा दातव, दीर्घ अस्ति वा तेषां कोऽपि यत्र कार्यं नास्ति. इदानीं वयं दृष्टवन्तः तद् एजन्तधातवः ये अस्ति तेषाम् आदेशे उपदेशे शिति अनेन कार्यं भूत्वा तत्र त्वम् आदिष्ट भवति. आदेशे उपदेशे शिति इति एच् धातोः आतः उपदेशे अशिति इति भवति इति प्रसज्य प्रतिषेधः अस्ति. यत् एच् धातु उपदेशे अवस्थायाम् अस्ति तत्र आत्वं भवति, किन्तु शिति परे नास्ति. यदि शिति भिन्न अस्ति तत्र आत्वं भवति, यदि शुति अस्ति तत्र आत्वं न भवति. तो इति बहु प्रधानबिन्दुः अस्ति, कारणकि अस्माकं बहवः एजन्तधातवः सन्ति येषां प्रति इति सूत्रस्य कार्यम् आगच्छति, यथा इदानीं वयं दृष्टवन्तः. तदनन्तरं वयं दृष्टं यत् सम्प्रसारण यत्र भवन्ति तत्र के कार्याणि भवन्ति. प्रथमं वयं जानीमः सम्प्रसारणविधायकसूत्रं द्वयम् अस्ति. एकम् अस्ति वचि सपि यजादीनां किति किति परे, अन्यम् अस्ति गृहि ज्या वै व्यधि व्यष्टि व्यचति पचति पृच्छति अनेन. सो यत् वचि सपि यजादीनाम् अस्ति तत् केवलं किति प्रत्यय परे अस्ति, किन्तु गृही ज्या वै व्यधि तत् सूत्रं परनिमित्तिकमस्ति किति ङिति पत्रे परे इति अपि बिन्दु स्मर्तव्यम्. सम्प्रसारं किम् अस्ति? इज्ञान सम्प्रसारं यण् इति एको यणचि यत् वयं सन्धिसूत्रं जानीमः तत्र एक स्थाने यण् आदिष्टः भवति. अत्र सम्प्रसारणं यत्र अस्ति त यण् स्थाने एक आदेशः भवति, क्रमेण भवति स्थाने अन्तर्तमनेन. यत्र यकार अस्ति तत्र इकार अस्ति, वकार अस्ति उकार अस्ति, यत्र रेफ् अस्ति तत्र ऋकार आगच्छति इति स्मर्तव्यम्. तदनन्तरं वयं जानीमः यदि सम्प्रसारणं भवति तद न सम्प्रसारणं अनेन यत् प्रथमसम्प्रसारण वर्ण अस्ति यद् सम्प्रसारणं द्वयं वर्णद्वयम् अस्ति यस्य सम्प्रसारणं भवितुं शक्नोति. त प्रथमस्य न भवति किन्तु द्वितीयस्य भवति न सम्प्रसारणेन. तृतीयसूत्रमस्ति सम्प्रसारणं च सम्प्रसारणं यदि भूत्वा तदनन्तरम् अचुवर्ण अस्ति तो पूर्वपरयोस्थाने पूर्वरूप आदिष्ट भवति इति. तदनन्तरं वयं दृष्टवन्तः के निषेधसूत्राणि सन्ति यत्र सम्प्रसारणं न भवति. प्रथमं वयं दृष्टवन्तः लपि च अनेन वेञ् धातो यत्र अस्ति तत्र सम्प्रसारणं न भवति. उदाहरणम् अस्ति यत् प्रयोग वेञ् यत्र अस्ति, प्ररोग वेञ् यत्र अस्ति, यकारस संज्ञा व्ये यत्र अस्ति, वकार यकार सो यकारस्य सम्प्रसारणं भवति न सम्प्रसारणेन वकार तिष्ठति. तु वि तदनन्तरं सम्प्रसारणं च अनेन इकार एकार जो मध्ये इकार तिष्ठति सो वि तिष्ठति. वियोग प्रोपसर्ग पूर्व वि इति क्षम्यतां प्रथमम् आदेशोपदेशति अनि अस्य कार्यं भवति. व्ये इति व्या भवति, तदनन्तरं सम्प्रसारणं करणीयम् इति गत सप्ताहे महोदय उक्तवान्. यत्र यत्र एजन्तधातव अस्ति तत्र उपदेशे अवस्थायां प्रथमम् आदेशे उपदेशिष्यति तस्य कार्यं करणीयं, तदनन्तरं सम्प्रसारणं करणीयं, तदनन्तरं यत् निषेधसूत्रमस्ति तस्य कार्यं भवति. सो व्या तदनन्तरं सम्प्रसारणं भवति न भवति लपि च अनेन निषेधः आगच्छति तु प्रव्याय इति भवति. द्वितीयसूत्रं निषेधसूत्रं वयं दृष्टवन्तः व्यश्च इति सूत्रेण अपि सम्प्रसारणं बाधितं भवति. अनेन अपि अस्माकं धातु तत्र अस्ति व्यश्च. तत्र एकं अन्य व्यश्च सूत्रेण परियोगव्यश्च यदि अस्ति तत्र अन्यसूत्रमपि आगच्छति. विभाषापरि अस्ति, विभाषापरि अपरि विभाषापरे विभाषापरे तु प्रथमं यत् अस्ति व्यश्च अनेन सम्प्रसारणं निषेधः भवति. तदनन्तरं यत्र विभाषापरि आगच्छति अनेन विकल्पेन सम्प्रसारणस्य निषेधः भवति. एक साहित्य व्याकरणैः सिद्धान्तिकौमुदी सिद्धान्तकौमुद्यां दत्तमस्ति विभाषा इति विकल्पेन भवति, विकल्पेन विकल्पेन सम्प्रसारणं भवति, किन्तु काशिकाकार वदति विकल्पेन सम्प्रसारस्य न भवति, किन्तु आहत्य द्वयोः रूपम् एकम् आगच्छति, रूपं द्वयं भवति, एकपक्षे सम्प्रसारणं भवति, एकपक्षे सम्प्रसारणं न भवति। तो महोदय इति पुनः लिखितवान्, वयम् इदानीं पुनः पठामः। सूर्यकुमारी भगिनी, भवती पठितुम् इच्छति वा विभाषा परे इति सूत्रम्? किञ्चित् भिन्नम् अस्ति यत् वयं गतसप्ताहे पठितवन्तः, तस्मात् भिन्नं महोदय अधिकं लिखितवान्, सो इति वयं पठामः। मातुः विचारः अस्ति, तस्या मतेन अनुसारं अर्थं दत्त अस्ति अत्र इदानीं। भगिनी, एकं वक्तुम् इच्छामि, बहु सम्यक्तया प्रतिपादितं, परन्तु आदिम निमिषे यदा समासे अनैं पूर्वे त्वो ल्यपि ल्यप् इत्यत्र अपूर्वे इति उच्यते, भवया भवता उक्तम् अपूर्वे इति अनैं पूर्वे, समासे अनैं पूर्वे अपूर्वे नञ् इति वक्त इति उक्तं, तत् सम्यक् नास्ति, अनैं पूर्वे इति वक्तव्यम्। अस्तु, धन्यवादः। धन्यवादः। विभाषापरेः, विभाषापरेः परि उपसर्गपूर्वक वेङ्धातोः वेङ्धातोः लिपिपरे विकल्पेन सम्प्रसारणं न भवति। सिद्धान्तकौमुद्या परे वेङ्गो वा सम्प्रसारणं स्यात् आमां स्यात् लपि आमां सन्धि भवति चेत् स्याल्यपि भवति काशिकायां। सो यदि वयं लिखामः तत्र सन्धि कृत्वा लिखामः, यदि पठामः तत्र सन्धि विच्छेद कृत्वा पठामः इति एक अध्यापक उक्तवान् अस्माभिः। सम्यक् भगिनी। सम्प्रसारणं स्यात् ल्यपि काशिकायां परेः उत्तरस्य व्येङ्गेतस्य धातोः लपि परतो विभाषा सम्प्रसारणं न भवति। अत्र मतभेदः दृश्यते, क्षम्यतां, यत् विकल्पेन सम्प्रसारणं भवति अथवा विकल्पेन न भवति इति। द्वयोर्मध्ये किं वक्तव्यं? मातृविभक्तं यत् अत्र न इत्यस्य अनुवृत्तिः अस्ति, अतः सम्प्रसारणं विकल्पेन न भवति इति अर्थः साधु। एतदपि ताभिः उक्तं यत् सिद्धान्तकौमुद्या यत्र यत्र विकल्पेन केनचित् सूत्रेण कार्यं विकल्पेन न भवति इति विधानं भवति, तत्र तत्र विकल्पेन भवति इति एतादृशः दोषः अनेकेषु स्थलेषु वर्तते। विभाषाप्रथमान्तं परे पञ्चम्यन्तं द्विपदमिदं सूत्रं सम्प्रसारणम् ओह इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम् इत्यस्य न इत्यस्य अनुवृत्तिः, लपि च इत्यस्मात् लपि इत्यस्य अनुवृत्तिः, व्यच इत्यस्मात् व्यः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं परेः व्यः विभाषा लपि न सम्प्रसारणम्। दीर्घ वर्णम् अस्ति विभाषापरेः इत्युक्ते पङ्क्तिषु पठति प्रतिपादयतु सुलभं भवति तदनन्तरम् परि उपसर्गपूर्वक वेन् धातोः लेपि परे विकल्पेन सम्प्रसारणं न भवति तत्र विभाष परेः उपसर्गपूर्वक वेङ् धातोः विकल्पेन सम्प्रसारणं न भवति तत्र भिन्न अभिप्रायाः सन्ति मातृभिः यत्र न इत्यस्य अनुवृत्तिः अस्ति तत्र सम्प्रसारणं विकल्पेन न भवति इति अर्थः सम्यक् इति मातृभिः उक्तः सिद्धान्तकौमुद्यां विकल्पेन केनचित् सूत्रेण कार्यं विकल्पेन न भवति इति विधानं भवति तत्र विकल्पेन भवति इति तादृशदोषः अनेकेषु स्थलेषु वर्तते तत्र अहं सम्यक् न अवगतम् अस्तु इति अत्र किं दत्तमस्ति प्रथमं वयं दृष्टवन्तः सम्प्रसारणं यत् वेञ् धातुः अस्ति साधु ञ इत्यस्य संज्ञा भवति इदानीं व्यवकार यकार ओके तस्य सम्प्रसारणं भवति प्रथमम् आदेशे उपदेशे इति व्या इति भवति तु वकार अपि सम्प्रसारणीय धातुः अस्ति य अपि सम्प्रसारणीय क्षम्यतां धातु अस्ति व्या किन्तु सम्प्रसारणीयवर्णवकार अपि अस्ति यकार अपि अस्ति ओके तु इदानीं वयं दृष्टवन्तः अस्माकं सूत्रमस्ति व्यश्च प्रथमं व्यपि वचिस्वपि अनेन सूत्रेण सम्प्रसारणविधायकसूत्रेण व्या इत्यस्य सम्प्रसारणं भवति तदनन्तरं व्यश्च इति सूत्रम् आगत्य तत्र वदति सम्प्रसारणस्य निषेधः प्रथमं सूत्रं सम्प्रसारणं भवेत् इति वि भवति साधु द्वितीयसूत्रं व्यश्च इति यदि उपसर्गपूर्व अस्ति यथा परि यदि वयं स्वीकुर्मः परिरोगव्या अस्ति तत्र सम्प्रसारणं निषेध सम्प्रसारणं न भवति इदानीं विभाषापरे आगच्छति विभाषापरे किं वदति वदति ल्यपि परि यदि परियोगव्यायोगल्यपि अनुबन्धालोपानन्तरं य अस्ति एकपक्ष विकल्पेन सम्प्रसारणं न भवति इदानीं सिद्धान्तकौमुदी वदति सम्प्रसारणं विकल्पेन भवति मीन्स् भावरूपेण वदति विकल्पेन भवति निषेधन भवति तो महोदय उक्तवान् विभाषा परे इति यत् वचि स्वपि यदि अनेन वयम् उक्तवन्तः भवति सम्प्रसारणम् इति नास्ति साक्षात् विभाषा परे इति सूत्रेण विकल्पेन सम्प्रसारणम् आगच्छति एकपक्षे भवति एकपक्षे न भवति इति अस्ति किन्तु काशिकार यत् भवति वदति इति न अनुवृत्ति यदि वयं स्वीकुर्मः विभाषा परे इति 6144 अस्ति वचि स्वपि यजादीनां 6115 अस्ति तस्य व्यश्च अस्ति 6143 अस्तु तु 6143 इति अस्ति 6144 तस्य पूर्वं तु व्यश्च अनेन यत् नकार न सम्प्रसारणं तस्य अनुवृत्तिः आगच्छति अस्मिन् सूत्रे विभाषापरे तु इति अनुवृत्ति स्वीकृत्य काशिकार वदति सम्प्रसारणं विकल्पेन न भवति. अति लाजिकलि इट् इस् रैट् अकार्डिङ्ग् टु ओके. सो यदि साधु अस्ति यदि यत् काशिकारः भवति माता किं वदति यत्र यत्र सम्प्रसार नाट् कोलि अत्र सम्प्रसारणं यत्र अत्र अस्ति विकल्पेन न भवति वदति सिद्धान्तकौमुदी बोलति विकल्पेन भवति एतादृशी एतादृशी अत्र प्रक्रिया अस्ति अन्येषु अपि अस्ति अन्यत्र स्थलेषु अपि अभव आगच्छति इति तत्र अपि सिद्धान्तकौमुदीकार अस्य तस्य मतम् अस्ति विकल्पेन भवति काशिकार वदति विकल्पेन न भवति इति कीदृशी स्थिति अन्य व्याकरणे अन्य स्थलेषु अपि अस्ति किन्तु मातृभिः मतं दत्तम् इति साधु नास्ति तत् अनुवृत्तिरूपेण यत् करणीयं तत् साधु अस्ति. अवगतम्? आम् तदर्थं परेः व्यः विभाषा ल्यपि न सम्प्रसारणम् तदर्थं परे इति परेः सम्प्रसारणं परे इति उपसर्ग अस्ति परि षष्ठी विभक्ति पञ्चमी परे तस्य परे मीन्स् पञ्चमी तस्य उत्तरं व्य अस्ति साधु पञ्चमी भवति क्षम्यता परेः सम्प्रसारणं भवति विकल्पेन न भवति विकल्पेन न भवति सो विकल्पेन न भवति इत्युक्ते एकपक्षे न भवति एकपक्षे भवति साधु न सम्प्रसारणम् इति आगच्छति अत्र ल्यपि परि तदर्थं प्रथमं भवति अन्यत् रूपं न भवति इति. आम् इदानीं भवती वदतु के रूपाणि प्रक्रिया वदतु. आम् परियोगः वेङ् योगः ल्यप् निरनुबन्धरूपं परियोगः व्ये व्या भवति आदेश उपदेशे स्थितिनेन परियोगः व्यायोगः ल्यप् यक या एव अवशिष्यते परिवियोगः व्यायोगः य तत्र सम्प्रसारणं भवति चेत् भवति प्रथमं परियोगः व्या न सम्प्रसारणे सम्प्रसारणम् इत्यनेन द्वितीय सम्प्रसारणवर्णः एव सम्प्रसारणं भवति या स्थाने इ भवति रूपं भवति वि योगः आ योगः य तदनन्तरं सम्प्रसारणाच्च इत्यनेन अन्तिमवर्णः स्वरः अस्ति अङ्गस्य अन्तिमवर्णस्वरः अस्ति तत् पूर्वं सम्प्रसारणवर्णः अस्ति तत्र सम्प्रसारणाच्च इत्यनेन पूर्वपरयोः एकः पूर्व अच् वर्णः सम्प्रसारणवर्णः एव तिष्ठति पूर्वरूप परियोगः वियोगः सम्प्रसारणं प्रथमं सम्प्रसारणं भवति परिवीय अन्यसूत्रमस्ति हलः इत्यनेन हलपरे सम्प्रसारणवर्णः अस्ति तत् वर्णः अन्तिमवर्ण अस्ति तत्र ह्रस्व इकः दीर्घः भवति परीय भवति अन्यत् पक्षे अन्यत् परेः विभाषापरेः विभाषा अस्ति चेत् सम्प्रसारणं न भवति, तत्र परियोगः व्या तिष्ठति आदेश उपदेशस्य इति इत्यनेन परियोगः व्या योगः या परिव्याय भवति. उत्तमं, बहु सुन्दरं, धन्यवादः भगिनि. अस्तु, धन्यवादः भगिनि. तदनन्तरं वयं दृष्टवन्तः गतसप्ताहे ज्या धातु यत्र अस्ति तत्र अपि सम्प्रसारणनिषेधः भवति. तत्र सम्प्रसारणविधायकसूत्रमस्ति ग्रहि ज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति पृच्छति भ्रजतीनां ङिति च अनेन तत्र ज्या तस्य सूत्रमस्ति. ज्यश्च ज्यश्च अनेन लपि परे सम्प्रसारणं न भवति. इदानीं वयं नूतनपाठं पठामः. बिम्ला भगिनी, भवती आरम्भं करोति? भगिनी व्यस्ता अस्ति किञ्चित्, सा उक्तवती सा अनन्तरम् आगतवती, किन्तु आगतवती भगिनी भवती चालयतु इदानीं नूतनपाठ. इदानीं करोतु भगिनी, वदतु भगिनी. इदानीं नूतनपाठ वयं इदानीं जस्ट् वयं गतसप्ताहे कृतवन्तः, तस्य पुनस्मरणं कृतवन्तः. विभाषापरे कित्य मातुभिः यत् मतमस्ति तत् महोदय लिखितवान्, तत् पठितवन्तः. ओ अस्तु अस्तु, तत्तु अहं न दृष्टवती. अस्तु भगिनि, तत् पठिष्यामि, अग्रे अहं पठिष्यामि. अहं पठितवन्तः इदानीं, तत् किञ्चित् नास्ति. सम्प्रसारणम् इति काशीकालस्य मतं माता इति तस्य तत् साधु मन्यते मातुभिः, कारणकीमुदिकारस्य न मन्यते खलु. आम् आम् आम्, कारणकी अनुवृत्तिः इति अस्ति. माता उक्तवती बहुषु स्थलेषु तत् अस्ति यत्र इति भेदभव अस्ति कौमुद्यां काशिकारां, किन्तु काशिकारस्य मतं सः सहयोग करोति. इदानीम् अत्र नूतनं विम्लाभग्न्याम् आहूतवती पठनात् मेन् धातु. अस्तु, तस्य पूर्वम् एकं वक्तुम् इच्छामि. अत्र व्यश्च इति सूत्रं 6143 इति अस्ति. अनेन सूत्रेण सम्प्रसारणं निषिद्धं भवति व्यञ् धातुषु. तस्य पश्चात् विभाषापरेः यदि आगच्छति, यत् आगच्छति आल्रेडि दर् इस् निषेध, विभाषा पुनः किमर्थं निषेधं करोति इति मम भाति यत् काशिक सिद्धान्तकौमुद्यां लिखितं तदेव सा. ऐम् जस्ट् अ स्टूडेण्ट् जस्ट् स्ट्रग्लिङ्ग् थ्रू, बट् यदि न भवति इति उक्तं तस्य पश्चात् विभाषापरेः परेः अनन्तरं सम्प्रसारणं विकल्पेन भवति इति मम अवगमनं. परन्तु माता यदा उक्तवती सम्प्रसारणं न भवति इति, यतोहि तत् अनुवृत्तिसहितसूत्रे न इति दत्तमस्ति इति तदेव वक्तुमिच्छामि. अस्तु, अत्र ज्या धातुः भगिनी एकः प्रश्नः अस्ति. तदनन्तरं वेङ् वेङ् धातु अपि अस्ति, न पठिता अस्मिन् का अस्मिन् वर्गे. आम्, तत्र सम्प्रसारणं भवति. आम्, मम किं भगिन्यः वादः साधु अस्ति भगिनि, किम् इत्युक्ते अत्र भवती किं करोति, व्यये पठित्वा तदनन्तरं विभाषापरेः इति करोति. किन्तु यत्र वयम् अनुवृत्तिः इति स्वीकुर्मः तदा तु अनुवृत्तिसहितसूत्रम् एवमेव भवति खलु, परेः व्ययः व्ययः विभाषा ल्यपि न सम्प्रसारणम् इत्येव वाक्यं भवति खलु. तर्हि अस्य वाक्यस्य अर्थं पश्यामः चेत् सम्प्रसारणं विभाषा न सम्प्रसारणं विभाषा इति अस्ति खलु. इत्युक्ते सम्प्रसारणं विकल्पेन न भवति इति आगच्छति. अत्र येन दृष्ट्या पश्यामः इति तादृश. सम्यक् सम्यक् अस्तु अस्तु. तत् सम्थिङ्ग् इस् मण्डूक भगिनी कथितमस्ति न भव्या भगिनी मण्डूक इति प्लुत प्लुत सम्थिङ्ग् देट् अनुवृत्ति लीव् वन् अण्ड् देन् सेकेण्ड् आर् थर्ड् आर् लैक् देट् इस् नाट् साक्षात् पूर्वसूत्रात् अनुवृत्ति आगच्छति इति नास्ति सदा. अस्तु तु वै धातोस्मिन् वर्गे न पठितं पठामि किं वै वै धातुः सम्प्रसारणे अस्ति यतोहि अत्र विभाषा परे तस्य पश्चात् आगच्छति. अत्र किमपि निषेधकार्यं नास्ति. आह्वै योगल्य आदेशे उपदेशे अशिति इत्यनेन उपदेशे एजन्तस्य धातोः आत्वम् आह् ह्वा य वचिस्वपि अजादीनां खिति इत्यनेन सम्प्रसारणकार्यम् आह उ आ योगः य सम्प्रसारणाच्च इत्यनेन सम्प्रसारणकसंज्ञकवर्णात् यद् उ इति अस्ति तस्य परं यद् अच् अस्ति आ पूर्वपदयोः स्थाने एकः पूर्वरूपादेशो भवति आ ह उ य. अत्र हलः इत्यनेन अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तद् अन्तस्य अङ्गस्य दीर्घादेशः भवति. अङ्गस्य दीर्घादेशः अन्तस्य स्वरस्य वर्णस्य इति न वक्तव्यम्. अन्तस्य अङ्गस्य दीर्घादेशः भवति इत्युक्ते अ आ ह उ आहूय इति यदा आसीत् आहूय इति दीर्घादेशः भवति अध इत्यनेन. अत्र हलः उत्तरस्य इत्युक्ते अत्र ह इति हल् अस्ति तस्य उत्तरम् उत्तरे अ उ यद् अस्ति हले हलः इत्यनेन दीर्घादेशः भवति अपि च आहूय इति रूपं सिज्यति. अस्य पश्चात् ज्या धातुः ज्या धातुः सम्प्रसारणी अस्ति. ल्यप् प्रत्ययः यतः कित् अस्ति अतः ल्यपि ल्यपि परे ग्रहिज्या वै व्यधि वष्टि विचति व्रश्यति पृच्छति व्रजतीनां ङिति च इत्यनेन सम्प्रसारणं भवेत्. परन्तु ज्यश्च इत्यनेन ल्यपि परे ज्या धातोः सम्प्रसारणं न भवति. यत् सूत्रम् अस्माभिः पठितम् अस्य पूर्वमेव तदेव सूत्रम् अत्र प्रसक्तमस्ति. ग्रहिज्या वै व्यधिवष्टि विचति वश्यति पृच्छति भजतीनां नीति च इत्यनेन सम्प्रसारणं भवेत्. परन्तु ज्यश्च इति सूत्रेण तत् निषिद्धम्. तेन कारणेन प्रयोगः ज्या योगः ल्यप् ज्यश्च इत्यनेन ल्यपि परे ज्या धातोः सम्प्रसारणं निषिद्धं. प्रज्याय इति भवति. उप तथा एव उप इति उपसर्ग अस्ति चेदपि उपज्या ल्यप् इति उपज्याय इति लकारपकारयोः इत्संज्ञा अस्ति अनुबन्धलोपानन्तरं यद् य एव अवशिष्यते. सूत्रं पठनीयं किं भगिनी या भवती पठति? वयं कृतवन्तः गतसप्ताहे जस् मेन् धातु इति. तर्हि तत् जश्च तर्हि जश्च इत्येतत् पठामि. ज्या धातोः सम्प्रसारणं न भवति यपि परे. काशिकायाम् उव्ये ज्या वयोहानौ इत्यस्य धातोः ल्यपि परतः सम्प्रसारणं न भवति. ज्यः षष्ट्यन्तं च अव्ययं विभवदमिदं सूत्रम् सम्प्रसारणं ह्वः इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः सम्प्रसारणे सम्प्रसारणम् इत्यस्मात् न इत्यस्य अनुवृत्तिः ल्यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ज्यः च ल्यपि न सम्प्रसारणम् इति उक्तं. तदेव ल्यपि परे ज्यः इत्यस्य धातोः सम्प्रसारणं न भवति इति अत्र विवरणमस्ति. भगिनी भवती पठति किम् इकारादेशस्य ल्यपि परे इकारादेशः इति. अरुणा भगिनी या भव्या भगिनी पठेत् किम्? हरि ओम् अरुणा भगिनी पठ नमस्ते भगिनी लम्बेन आगतवती अरुणा अस्ति हा पठतु भगिनी ल्यपि परे इकारादेश मेघा धन्यवादः ल्यपि परे इकारादेशः मेङ् धातुः मयतेर् अन्यतरस्याम् इत्यनेन मेङ् धातोः अर्थः अस्ति प्राणिदाने इति विकल्पेन इकारादेशः भवति लप् प्रत्यये परे मेङ् इति धातु अत्र सूत्रमस्ति मयते मयतादिः इति अन्यतरस्यां किं भगिनि मयते इति अन्यतरस्यां सन्धि अस्ति मयते इति अन्यतरस्यां मयति इति अन्यतरस्याम् इति सूत्रेण इकारादेशो भवति लप् प्रत्यये परे विधान पक्षे अपसर्गः मेङ् योग लप् प्रथमम् आदेश उपदेशति सूत्रेण उपदेशे अर्जन्तधातुना अकारः भवति ततः अप मा योग यः मयते इति मयता इति अन्यतरस्याम् इति सूत्रेण मेङ् धातो इकारादेशः नपि पदे भवति अपि अप मे यः तदनन्तरं ह्रस्वस्य पिति कृति तुक् इत्यनेन ह्रस्व इकारान्तधातोः तुक् आगमः भवति पिति कृति पदे अपि अप ये भगिनि अप मे तुक् य अपिमित् य अपमित्या इति रूपं भवति वयं जानीमः प्रथमम् आदे धातुः एदं धातुः अतः आदेश उपदेशिष्यति इत्यनेन आप्तं भवति अपयोगः मायोगः य मयतेः इति अन्यतरस्यामि सूत्रेण इकारादेशो निमित्तमस्ति लपि परि तद् ततः अपमीयः ह्रस्वस्य पिति कृति तुक् इत्यनेन ह्रस्व इकारान्तदातो तुक् आगमः भवति तुक् इति कित् अस्ति पित्वा कृत्वा यत्र विकल्पे पित् अपि पिति परे कृति परे च इति भवति खलु ल्यप् प्रत्यये द्वौ अस्ति भगिनि एतस्मिन् पिति अपि अस्ति ल्यप् कृति अपि अस्ति कृदन्तम् अस्ति पिति कृति कृत् तु अस्ति किन्तु पित् कुतः पित् ल्यप् ल्यप् पित् भवति नो पकारस्य संज्ञा अहं दोषेन वर्गे कित् कृति अहं कित् इति पकारः तु मनसि न सङ्गच्छति कित् अस्ति कित् अस्ति कित् कृति इति अहं कित् कृति भ्रमं कृतवती इति तदपि साधवा पित् अपि अस्ति खलु पित् कृत् आम् आम् तर्हि अस्ति चेत् गुणकार्यं भवति किन्तु यदि पित् इति यदि शित्ति तस्य गुणकार्यस्य पोषणं करोति केवलं पित् अस्ति तु तत्र गुणकार्यं न भवति अस्ति चेत् एव वा आम् आम् किञ्चित् सारुदातकम् अनन्तरं सारुदातकम् अपित् अस्ति तु तस्य निषेधः भवति चिन्ता मास्तु तुक् आगमः तुक् इति कित् अस्ति अत्यन्तं तकितवचनेन प्रत्य अनन्तरं तुक् आगच्छति अतः अपमीत् य अपमित्य विधानपक्षे केवलम् अप मे ल्यप् आदेशपदेशे सूत्रेण ज्ञात्वम् अप मा य माया इति रूपं भवति, मायते मायता इति अन्यतरस्याम् इति सूत्रं वदति, मेङ् धातोः विकल्पेन इकारादेशः भवति लपि प्रत्ययपरि. सिद्धान्तकौमुद्यां मेङ् इकारान्तते आदेशः स्यात् त्वाल्यपि. सिद्धान्तकौमुद्यां मेङ् इकारान्त आदेशः स्यात् त्वाल्यपि. काशिकायां मयते इकार आदेशः वा भवति लपि परतः. मयते षष्ट्यन्तं प्रथमान्तम् अन्यतरस्यां सत्यमन्तं पदमितं सूत्रं नाल्यपि इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं मयते इत्यपि अन्यतर महतेः इत्यपि अन्यतरस्याम्. ओके, सूत्रं उत्तरं मतभेदः. सिद्धान्तकौम काशिकायां मतं भिन्नम् अस्ति. सिद्धान्तकौमुद्यां मेङ् इकारो अन्त आदेशः स्यात् लपि परे. न अवगतं भगिन्यः, एक्स्प्लेन् काशिकायां मतभेदः नास्ति, द्वावपि तदेव उक्तवन्तः भिन्नरीत्या. मेङ्गः इकारान्त इकारः अन्तादेशः स्यात् इत्युक्ते भवेत् वा इत्युक्ते विकल्पेन ल्यपि. काशिकायाम् उक्तं मयतेः इकारादेशः वा इत्युक्ते विकल्पेन भवति ल्यपि परतः. द्वावपि समानमेव उक्तवन्तः. न अवगतं भगिनि. सिद्धान्तकौमुद्यं मेङ् इकार अन्तादेशः स्यात् इकारादेशः अन्ते भवति खलु, मा मा य मा मीय अप अपमीय इति नास्ति, अपमाय इति अपमित्य खलु, अपि मित्य म इत्यस्य इकारादेशः भवति अन्ते एव अपमित्. अत्र यकारस्य पूर्व तद् अन्त्य अन्ते नास्ति परन्तु अन्तादेशे इति उक्तं, परन्तु वा भवति इति इत्युक्ते विकल्पेन भवति इति तस्य अर्थः. तत् उक्तं सिद्धान्तकौमुद्याम्. काशिकायामपि तदेव उक्तं वा भवति लपि परे इति तदेव. ओ ओके, स्यात् इत्युक्ते भवेत् वा लपि. सिद्धान्तकौमुद्यां मेङ्गः इकारः अन्तादेशः स्यात् भवेत् इति वा ल्यपि विकल्पेन ल्यपि. काशिकायां तदेव मयतेः इकारादेशः वा भवति विकल्पेन भवति ल्यपि परतः इति. केवलम् अन्तादेशः इति न उक्तं परन्तु तदेव उक्तम्. भगिनि एकः प्रश्नः अस्ति. पूर्वतन विवरणे मुद्रणदोषः अस्ति वा? अपि योगः मी योगः तुक् महोदय उक्तवान् तत्र वर्गे. ओके, अस्तु समापयतु अरुणा भगिनी. अश्वस्य पद पठामि भगिनि. न न, हस्व भव्या भगिनी पठति इदानीं. भव्या भगिनी भवती एव पठतु हस्वस्य पुत्री. किञ्चित् बहु किमस्ति तत्र, अत्र पूर्वं पठितमासीत् खलु, पुनः पठ. न महोदय उक्तवान् प्रथमं वारम् इति आगतवती, किन्तु पूर्वं मया तु बहुवारं श्रुतं, न जाने. ह्रस्वस्य पीति कृति तु ह्रस्ववर्णस्य षष्ठमध्यस्य प्रथमपादस्य एकसप्ततितमं सूत्रं. ह्रस्ववर्णस्य तुगागमः भवति कृत्संज्ञके पित् प्रत्यये परे. काशिकायां पिति कृति परतः ह्रस्वान्तस्य धातोः तुगागमो भवति. अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व इकारः, ह्रस्व उकारः अथवा ह्रस्व ऋकारः, येषाम् अत्र किमर्थं ह्रस्वस्य इत्यनेन ह्रस्व अकारः न गृहीतः वा? गृहणीयं भगिनि, तदेव मया किमर्थं तद् त्यक्तमिति न जानामि. मस्ट् बि अ मिस्टेक्. ह्रस्वकारः इति तस्मिन् अन्तर्गतमेव खलु. वयं पृष्टवन्तः महोदयं, सः उक्तवान् अति व्याख्या अति अस्ति यथा सः लिखितवान्, किन्तु सः पुनः दृष्ट्वा आगच्छति अग्रिमे सप्ताहे. परन्तु यदि तद् ह्रस्वस्य प्रतिकृति इत्यस्मिन् ह्रस्वस्य संज्ञा ह्रस्वकारस्य अपि अस्ति. आम् उकालो ह्रस्वत्रस्व दीर्घो प्लुत इति सूत्रेण ह्रस्वस्य संज्ञा अपि अस्ति उकारस्य. अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व उक्त न उक्तमस्ति. अस्तु, इकारः उकारः अथवा ह्रस्व ऋकारः येषां ह्रस्ववर्णानां तुगागमो भवति. किन्तु विद्याभगिनी उक्तवती अकारान्त धातव केवलं चुरादिगणे धातव सन्ति, कुत्र अन्यगणे नास्ति. अतः इति आर्धधातुकप्रक्रिया अस्ति अत्र ल्यप् अनेन आर्धधातुकप्रक्रिया, सार्वधातुकप्रक्रिया नास्ति. अनेन इका अकार न लिखितम् अस्ति इति सः यद्यपि निच् प्रत्ययं विदित्वा न चुरादिगणस्य निज प्रत्ययः न भवति खलु. प्रथमं अतो इति अतो गुणे अनेन अकारस्य लोपः भवति, साधु कथ इति आहत्य इकारान्तधातुः भवति खलु. आम् आम् भगिनी, ह्रस्वस्य पितिकृति तुक् इत्यस्मिन् सूत्रे ह्रस्व अकारस्य उदाहरणमपि अस्ति, मया अद्य एव प्रेषितं चाट् मध्ये. उपकृ अपि च क्त्वा इत्यत्र ल्यप् भवति उपकृ उपकृ य उपकृ तुक् इति अकारः नास्ति गम्र गम्रधातोः तदेव अस्ति आगम्य इत्यत्र तदपि प्रेषयिष्यामि. गम् धातोः ममकारस्य लोपः भवति, ग अवशिष्यते, तदा तु अकारान्तधातु अकारधातुः. हा आम्, तत्र तु आगच्छति इति भवति, अकारमपि गृह्यते निजन्तधातूनां यत्र चुरादिगणीयधातूनां तु इकारान्तः भवन्ति, किन्तु यत्र अकारः अस्ति तदपि गृह्यते इति. आम् आम्, गम् धातुः गृहीतम्. आम् सम्यक् अस्तु. प्रत्ययः कृत् अपि भवेत् पित् अपि भवेत्, अपित् कृत् प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति. कृयोगः इक्त कृत अत्र ऋकारस्य तुगागमः न भवति. किमर्थम् इत्युक्ते यद्यपि कृत् अस्ति तथापि पित् नास्ति इति कृत्वा. एवमेव कूतं हृतम् अकृत् पित् प्रत्यये परे अपि तुगागमः न भवति. यदि पित् अस्ति किन्तु कृत् प्रत्ययः नास्ति चेत् तत्रापि तुगागमः न भवति. उभयमपि भवितव्यं, कृत् अपि भवितव्यं, पित् अपि भवितव्यं, तदा एव तुगागमः भवति. तद्धिते तद्धिते सति पटुतरः पटुतमः तरप्तमप् तत्र किं न भवति. तत्रापि तत्रापि किम् अस्ति पिति तुगागमः न भवति तद्धिते परे अपि. तद्धितप्रत्ययः कृत् प्रत्ययः नास्ति वा? पित् अस्ति किन्तु कृत् नास्ति. प्रत्ययः कृत् कृत् पित् अस्ति चेदपि धात्वान्ते ह्रस्वस्वरः नास्ति चेत् तुगागमः न भवति. अस्तु, आम्, त्रयमपि भवितव्यं निमित्तं. आ उदाहरणार्थम् आ लु ल्यप् अत्र तु दीर्घ उकारः अस्ति इति कृत्वा, ह्रस्ववर्णः नास्ति इति कृत्वा अत्र तु तुगागमः न भवति, आलूये इति रूपं प्राप्नुमः. उकारस्य तुगागमः न भवति. एवमेव सम्भूल्यप् सम्भूये इति एव ह्रस्वस्य षष्ट्यन्तं पितिसप्तम्यन्तं कृतिसप्तम्यन्तं तु प्रथमान्तं अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं ह्रस्वस्य पिति कृति तुक् इति अग्रे पठामि भगिनी क्विप् प्रत्यये परे भवति वा क्विप् इति पूर्णलोपः भवति खलु भगिनि पूर्णलोपः भवति अपि गुण कश्चन वैशिष्ट्यम् अस्ति भगिनि तत्र क्विप् प्रत्ययस्य अङ्गकार्यं तत्र संज्ञा भवति पकारस्य संज्ञा भवति वकार अपृक्त भवति तस्य लोपः भवति वकार अपृक्त किन्तु तत्र गुणकार्यं तत्र एतादृश तुगागमः भवति वा इति भगिन्याः प्रश्नः न इति मन्ये भगिनि इत्यस्य तत्र विशिष्टनियमाः सन्ति इति मन्ये किमपि कृत् अस्ति साधु कित् अस्ति किन्तु कृत् अपि अस्ति खलु तर्हि तत्र सुगमः भवति वा इति द्रष्टव्यम् उदाहरणार्थं कश्चन धातुं स्वीकुर्मः तदा तु पूर्णतया लोपः आगच्छति तत्र किमपि न अस्ति प्रत्ययस्य तत्तु कागम कस्य भवेत् साधु आगमप्रत्ययस्य भवति साधु क्विप् इति सर्वालोपान्त भवति साधु यदि किमपि न तिष्ठति आगम कस्य भवति भगिनि भवति इति मन्ये कृत् धातोः कृ धातोः क्विप् रूपं कृत इति कृत् इति जायते इति मन्ये कृत् इति जायते आं भगिनि क्विप् प्रत्यये परेपि भवति सत्यम् धन्यवादः भगिनि कृता भवति कृ धातोः कृत् भवति विप्रत्यये परे कृत् ओके तत्र रूपं कृता आगच्छति कृदन्तु आं भगिनि तथा एव श्रु धातोः श्रुत् भवति तादृशम् अस्तु दीर्घादेश न भवति खलु तत्र कृत् अस्ति पित् अपि अस्ति इति कृत्वा तत्र तु गागमः भवति तावदेव अत्र तु गागमः भवति आं भगिनि आं भगिनि तदेव उदाहरणं श्रु धातोः श्रुत् भवति शृणोति इति श्रु धातोः श्रुत् भवति कृ धातोः कृत् भवति श्रु धातोः तत्र उदाहरणार्थं तत्र स्थापयामि श्रु योगः क्विप् खलु उदाहरणार्थम् अत्र निमेषकृत् निमेषकृत् इति अस्ति निमेषं करोति इति निमेष प्लस् कृयोगः क्विप् इति अस्ति अत्र तु निमेषकृत् इति भवति तथा एव अन्यत् अत्र अन्यत् अस्ति श्रुधातोः आ उपसर्गपूर्वक श्रुधातोः क्विप् योजयित्वा आश्रुत् इति भवति अग्रे कस्य क्रमः अस्ति भवती सम्पूर्णं करोतु भगिनि इतोपि अहं कृतवती भगिनि अग्रे तु पुष्पा भगिनी न पठितवती पुष्पा भगिनी अस्ति किम् ओ अस्तु मया न दृष्टं पुष्पा भगिनी पठति वा भगिनि सरला भगिनि घू मास्ता गा पा जहाति साम धातूनाम् ईकार आदेश न भवति साधारणतया हलादि कित्मित् आर्धधातुकप्रत्यय परे येषां धातूनाम् आकारस्य ईत्वं भवति घू मा स्था गा पा जहाति साम हलि इति सूत्रेण परन्तु न ल्यपि इत्यनेन इदं कार्यं बाधितं भवति वयं जानीमः घूमास्था गापा जहाति सा धातूनाम् इकारादेशो भवति यदि कितिङ् इति प्रत्यय परे अस्ति इति आर्धधातुकप्रक्रियायां किन्तु यदि सूत्रम् आगच्छति न ल्यपि तत्र इकारस्य निषेधः भवति. उदाहरणमस्ति प्र उपसर्ग पूर्व योग दा धातु ल्यप् प्रत्ययः अस्ति. गुमा स्थागापा जहाति साम हली इत्यनेन आकारस्य स्थाने ईकार आदेशः. हलादि कित्मिति आर्धधातुकप्रत्ययः परे न ल्यपि इत्यनेन घुसंज्ञकधातोः आकारस्य स्थाने ईकार आदेशः न भवति ल्यपि परे प्रदाय इति अस्ति. घु इति घुसंज्ञकधातु ये घुसंज्ञकधातु दा धा इति तेषां षड् रूपाणि सन्ति. तस्मात् तेषु चत्वारि रूपाणि घुसंज्ञक भवति. रूपाणि द्वयं न आगच्छति घुसंज्ञक. देन् दाङ् धा धे न धेन धा धान् अपि एक अन्यम् अस्ति. चत्वारः धातु तेषां दा धा इति रूपम् अनुबन्धलोपानन्तरं भवति. तु घुसंज्ञकधातु तेषामपि ये आकारान्तधातव मा स्ता गा पा जहा तेषाम् ईकार भवति. किन्तु ल्यप् यदि अस्ति प्र उपसर्गपूर्व ये धातव आकारान्तधात्वा आगच्छन्ति. उदाहरणमस्ति प्रयोगदा योग ल्यप् इति प्रयोगदा योग य इति भवति. ल्यप् न ल्यपि अनेन तत्र ईकारस्य आदेश न भवति. तु प्रदाय एव भवति. यदि तत्र य नास्ति दा योग त्वा अस्ति तु तत्र त्वा इति आगच्छति रूपम्. अत्र तु किम् आसीत् तत्र कर्मणि प्रयोगे यत्र कर्मणि प्रयोगे या दीयते यकार यदि अस्ति दीयते वयं वदामि स्थीयते गीयते पीयते इति रूपाणि आगच्छति कर्मणि प्रयोगे. अत्र न भवति अत्र न भवति मीयते गीयते आम् अन्य उदाहरणानि प्रयोगधायोगल्य प्रधाय प्रयोगमायोगल्य प्रमाय प्रयोगस्थायोगय प्रस्थाय प्रयोगगायोगल्य प्रगाय प्रयोगपायोगल्य प्रपाय प्रयोगहायोगल्य प्रहाय अवयोगसायोगल्य अवसाय इति रूपाणि भवन्ति. घू मा स्था गा पा जहाति साम हलि सूत्रं 6466. घू मा स्था गा पा हा हा ओ आ इति ज्योत्यधिगणे धातुः अस्ति. सा शो एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति. हलादि किति इति आर्धधातुकप्रत्यय परे धात्वा आदेश स आदेशे उपदेशे शिति इत्याभ्यां शो सा घुश्च माश्च स्थाश्च गाश्च पाश्च जहातिश्च साश्च तेषाम् इतरेतरद्वन्द्व. घू मास्ता गा पा जहाति साम् तेषां घू मास्ता गा पा जहाति साम् घू मा पास्ता गा पा जहाति साम् षष्ठ्यन्तं हलि सप्तम्यन्तं द्विपदमिदं सूत्रं. दीङो युडच्छि ङिति इत्यस्मात् ङिति इत्यस्य अनुवृत्ति आतो लोप इति च इत्यस्मात् आत इत्यस्य अनुवृत्ति ईद्यति इत्यस्मात् ईत् इत्यस्य अनुवृत्ति आदधातुके इत्यस्य अधिकार अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं. गू मास्ता गा पा जहाति साम् आत अङ्गस्य ईत हलि किति किति आर्धधातुके परे. तो ये घुसंज्ञकधातवः दा वा धा इति अस्ति. मा स्था गा पा जहा आदि सा धातु अस्ति इति उपदेशे अवस्थ्याम् इति शो अस्ति. तदनन्तरं धात्वादेश स अनेन सकार भवति. तदादेशे उपदेशे शिति अनेन सा इति भवति रूपम् इति अस्ति. हा धातु इति जुहाति गणे धातु अस्ति. अत्र जहाति इति स्थिपा निर्दिष्टं दत्तमस्ति. जहाति अन्ये धातव चिन्तयामि. स्था धातु इति द्वादिगणे अस्ति. मा इति द्वा अजादि अपि अस्ति. द्योतादिगणे अपि अस्ति अहं चिन्तयामि. पा इति धातु अदादिगणे अस्ति अपि पिब इति भ्वादिगणे पिब भवति पा धातु साधु भगिनि भगिनि किं अन्यत् किम् उक्तवती मा इति माति आगच्छति पर मिमाति इति ज्योतादिगणे आगच्छति मा धातु माति मापने भवति अहं चिन्तयामि अदादिगणे अपि अस्ति ज्योत्यादिगणे अपि अस्ति अस्तु रक्षणे अस्ति तदनन्तरं पिब इति तत्र पिबति इति अपि अस्ति खलु रक्षणे इति अदादिगणे भवति साधु अदादिगणे पिबति इति पिबति इति भुवादिगणे भुवादिगणे अस्ति स्था इति भुवादिगणे च तिष्ठ इति आदेशः भवति साधु तत् अस्तु अस्तु गा धातु गा धातु गायति इति खलु गकारः आगच्छति गायति गै गै अस्ति गै धातु गै अस्ति ओ तत्र गायति इति धातुः वा गै अस्ति किन्तु तत्र भ्वादिगणे गै अ इति गुण गा धातु द्वयमपि अस्ति भगिनि भ्वादिगणे गाते इति एकं धातुः अनन्तरं जुहोत्यादिगणे जिगाति इति अन्यत् धातुः अस्तु अर्थं समानम् अर्थं तु न भगिनि गाते इति तु गच्छति इति अन्यत्तु गतौ इति अन्य जुहोत्यादिगणस्य तु स्तुतौ इति स्तुतिं करोति इति गै शब्दे इति भ्वादिगणे अस्ति परन्तु अन्य अन्यथा कुत्र अस्ति भगिनि गै शब्दे इति भ्वादिगणे अस्ति कर्मः अनेष्ट परन्तु अन्यशब्दं न लब्धम् कै शब्दे इति तदेव गायति इति भवति खलु भगिनि तत्तु कै अस्ति गा नास्ति तदेव मम दोषः जातः दोषः दोषस्य कृते न गै इत्युक्ते गै एव गा भवति खलु गा भवति गायति इति भवति सत्यं भूत्वा गायति भवति अन्य कः अस्ति गै धातुः गै एकमेव एक एव अस्तु अस्तु अत्र गा धातोः विषये वदन्तः स्मः गधातुद्वयमस्ति इति कुत्र गा धातु गृहीतः सो अनुवृत्ति सहितश्रुतमस्ति गा मा घू मास्ता गा पा जहाति साम् इति तेषां धातु षष्ट्यन्तं स्थाने भवति आतः इति आदेश भवति आतः आत्वं भवति अङ्गस्य इति षष्ठी भक्ति ईत् इति आदेशः ईत् खलु आतः इति परे अस्ति पञ्चमी न तस्य स्थाने ईत् आगच्छति ईत् आगच्छति गौमातां आतः अङ्गस्य ईत् आतमिन् यत् अन्ते आत्रम् अस्ति तत्र अङ्गस्य ईत् इति आदेशः भवति हलि किति परनिमित्तकम् अस्ति हलि कितिङिति आर्धधातुके इति आर्धधातुके प्रक्रियायां कितिङिति परे अस्ति अस्ति प्रत्यय तत्र आत्वं ईतं भवति अनन्तरं दादा ग्वदाप् इति तत्र संज्ञासूत्रमस्ति दादा ग्वदाप् इति दाप् अनन्तरं दैप् वर्जयित्वा दुदाय् दान् दो डेङ् इति इदानीं न ल्यपि पठामि अपि इति तस्य निषेधसूत्रमस्ति न ल्यपि न लिपि घू मास्ता गापाहा ओहाक् सा शो येषां धातूनाम् आकारस्य स्थाने ईकारादेशः न भवति ल्यपि परे काशिकायां ल्यपि प्रत्यय परतो घूमासा गापा जहाति सां यत् उक्तं तद् न भवति सिद्धान्तकौमुद्यां लपि परे घूमास्ता स्तात् इति किं भवति घूमास्था स्था इति सन्धि कथं कथमस्ति भगिनि घूमास्था स्थात् इति त्वं न गुमापस्ता जहाति साम् खलु ईत् न लपि इति ईत्वं न भवति ईत्वं न भवति हा ईत्वं न भवति स्था ईत्वं न भवति दाधा ध्वदा सूत्रसङ्ख्या का भगिनि 1120 भगिनि नहि न लब्धम् 1120 धातुपा अस्तु सूत्रपाठे हा सूत्रपाठे एव 1120 न अव्ययं लपि सप्तम्यन्तं द्विपदमिदं सूत्रं घुमास्था गापा जहाति साम् हलि इत्यस्मात् घुमास्था गापा जहाति साम् इत्यस्य अनुवृत्ति इत्यस्मात् ईत् इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं घुमास्था गापा जहाति साम् अङ्गस्य ईत् न लपि तो इति घूमास्ता पागा जहाति सा एतेषां धातूनाम् आकारस्य अङ्गस्य ईत् आदेश ल्यपि परे न भवति इति सूत्रं वदति सो अस्माकं स्मर्तव्यं न ल्यपि एकं सूत्रमस्ति ल्यपि च अन्यसूत्रमस्ति ल्यपि च सम्प्रसारणं बाधितं भवति अनेन वेन् धातूनां न ल्यपि इति ईत्वं बाधितं भवति गुमास्ता गापा जहात् इति समर्थव्यं न ल्यपि लपि च अग्रे चिन्तयामि सूर्यकुमारी भगिनी तस्य आगच्छति भगिनि ईकारान्तदातवः सामान्य इकारान्तधातूनां लघुपरे तुगागमः भवति ह्रस्वस्य पिति कृति तुक् इति सूत्रेण यथा वि धातु वि उपसर्गपूर्वकः जि धातु लप्रत्यय ह्रस्वस्य पिति कृति तुक् इत्यनेन ह्रस्व इकारान्तधातोः तुकागमः भवति पिति कृतिपरे वियोगः जियोगः तुक् योगः या विजित्य रूपं सिद्ध्यति एवमेव वियोगः चि लप् तत्र विचित्य भवति सूत्रं पठामि वा भगिनि ह्रस्वस्य पिति कृति तुक् ह्रस्ववर्णस्य तुगागमः भवति कृत्संज्ञके पित्प्रत्यये परे कासिकायां पितिकृतिपरतो ह्रस्वान्तस्य धातोः तुगागमो भवति अनेन एषां धातूनाम् अन्तिमवर्णः ह्रस्वः इकारः ह्रस्वबुकारः अथवा ह्रस्वरुकारः क्षम्यताम् अनुवृत्ति केवलं पठामः वा तत्र समयः अपि आम् ह्रस्वस्य कृतवन्तः अनुवृत्तिसहितसूत्रं ह्रस्वस्य पिति कृति तुक् न न भगिनि कियत्पर्यन्तं गते वर्गे कियत्पर्यन्तं कृतवन्तः महोदय कियत्पर्यन्तं कारितवान् करपत्रं कियत्पर्यन्तं वर्गीकृतवन्तः तत्र मम भाति तावदेव तस्य सम्पूर्णतया न कृतं तत् ह्रस्वस्य परिकृति तदेव तावदेव श्री श्रीधातु श्रीधातु तावत्पर्यन्तं स्वीदातु तस्य अनन्तरम् एक परिच्छेदं दत्तम् एकः प्रश्नः अस्ति भगिनि, विजील्यप् इत्यत्र तुकागमः भवति परन्तु तत् न विचील्य विचिन्त्य इति भवेत् खलु, नाट् विचित्य, विचिन्त्य नकारः आगच्छति खलु चि अपि तस्य मध्ये विचिन्त्य इति नुमागमः भवेत् खलु विचिन्त्य. चिनोति इति अत्र तु चिन्तति इति अन्यधातुः अस्ति भगिनि, चिन्तयति तस्य तु विचिन्त्य इति भवति, अत्र तु चयने चिनोति इति चयने इति केवलं अस्तु केवलं चि इति. अन्ये उदाहरणानि वर्गे वयं चिन्तवन्तः यत् इङ् गतौ इङ् अति अध्ययने अस्ति अधिपूर्वक इङ् धातु अधीत्य इति भवति, श्री धातु आ उपसर्गपूर्व आश्रित्य इति भवति, तु महोदय उक्तवान् लौकिक भाषायामपि सूत्रस्य दृष्टवन्तः. आम् श्रीधातुः पश्यामः वा कस्य? आमां विमला भगिन्यः. श्रीधातुः, श्रीधातुः सम्प्रसारणी अस्ति, ल्यप् प्रत्ययः यतः कित् अस्ति अतः ल्यपि परे वचिस्वपि अजादीनां किति इत्यनेन सम्प्रसारणं भवति. उत् श्वी ल्यप् वचिस्वपि अजादीनां किति इत्यनेन सम्प्रसारणकार्यम्. उत् श वकारस्य स्थाने उ आगच्छति, इ य सम्प्रसारणाच इति उकार इकारयोः पूर्वरूप एकादेश भवति उ इति. उत् श उ य अत्र हलः इत्यनेन अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तस्य दीर्घादेशः भवति उत् श्यूय इति. अत्र स्तोः श्चुनाश्युः इत्यनेन उत् उच् श्यूय इति श्चुत्वं भवति, उत् श्यूय इत्यत्र उच् श्यूय इति. तत्र छत्वम् अमीति वाच्यमिति वार्तिकेन शकारस्य छत्वम् उच्छूय इति. छत्वम् अमीति इत्युक्ते किम्? अम्परे छत्वम् अमि अम्परे अमि इति अमि इति वार्तिकमस्ति. सश्चोति इति सूत्रम् अस्ति, तस्य अट् अपि परे अस्ति, शकारस्य परे अट् यदि अस्ति, किन्तु अम् इति अधिकम् अस्ति वर्ण अट् अट् प्रत्याहारे आगच्छन्ति सर्वे अच् वर्णाः, तदनन्तरं हय वर टल् हय वर, किन्तु अम् तत्र आगच्छन्ति हय वर टल् इञ्जङ्गमणनम अपि अनुनासिकवर्णापि आगच्छति अम् तत्र अधिकम् जयवर्ण उत्तरस्य यत्र शकार अस्ति इति तालवीयशकार अनन्तरं यदि अट् प्रत्याहार वा अम् प्रत्याहार यदि वार्तिकेन तत्र शकार आवश्यकता नास्ति खलु अत्र इति वर्गे वयम् उक्तवन्तः महोदय. किं किं न अवगतं किं वचनस्य? अत्र तु षट्छोटि इत्यनेन एव तत्र चत्वं भवति खलु, अत्र चत्वम् अमि इति अम् इत्यस्य न आवश्यकं खलु, अम् प्रत्याहारस्य न आवश्यकं खलु, पञ्चमः वर्णः न अपेक्षितः अत्र. क्षकार ऊकार अस्ति अट् प्रत्याहारे अस्ति न शकारस्य उत्तरवती यत् अचुवनति ऊकार इति अट् प्रत्याहारे आगच्छति, अम् प्रत्याहारस्य वार्तिकस्य आवश्यकता नास्ति, सूत्रेण एव चकार भवति शकारस्य. अत्र सन्धि तु चकार शकारयोः एव भवति, ऊकारः तत्र न आगच्छति खलु, दीर्घादेशः भवति अपरं न सोपानानि सन्ति भगिनि सकारपरकशु अस्ति प्रथमं सोपानं भवति झलाञ्जशोन्ति अनेन दकार भवति तदनन्तरं भवति सोष्णाचुः अनेन दकारस्य जकार भवति तदनन्तरं तृतीयसोपानं भवति खरीच अनेन खरीच अनेन भवति चकार भवति यदि चकार भवति इदानीं चकार इति अस्ति झय् प्रत्याहारे झय् प्रत्याहारस्य अनन्तरम् अस्ति श मूर्धन्य श तस्य अनन्तरम् अस्ति ऊकार अस्ति क्षम्यतां तालव्यचकार तदनन्तरम् अस्ति ऊकार इति अट् प्रत्याहारस्य वर्ण अस्ति इदानीं झय प्रत्याहारे उत्तर चालवीयशकार उत्तर यदि अट् प्रत्याहारस्य वर्ण अस्ति तस् तालवीयशकारस्य छकार भवति इति छोटि इति सूत्रमस्ति सूत्रस्य यदि संख्या जानाति चेत् कृपया इदानीं त्रिपादे अस्ति त्रिपाद्याम् अस्तु चत्वसन्धि छत्वसन्धि इति वदामः तस्य नाम षट्चोटि इति षकारः तालव्य अस्ति किम् आम् षट्सन्धि सन्धि पाठे अस्ति 7 4 8 4 63 अस्तु तावत्पर्यन्तं कृतवन्तः भगिनि बहु किमपि उक्तं बहु किमपि उक्तम् विरमामः वा आं धन्यवादः भगिनि अहं किञ्चित् वक्तुम् इच्छामि भवतीं ध्वनिमुद्रा